तर्हि नमस्सर्वेभ्यः. अस्माकं सप्तमः वर्गः एषः. तं वर्गं प्रति सर्वेभ्यः स्वागतम्. आदौ यथा प्रकारः ध्येयमन्त्रः. जवाहर् महोदय. अस्तु. ओंकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः कामदं मोक्षदं चैव ओंकाराय नमो नमः. गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः. एकं सुभाषितं वदामि. आरब्धम् उत्तमजनाः न परित्यजन्ति. People, that is, Uttama Janaha, the noble and wise people, they will never give up once they start a good deed. Uttama Mahode, Dhanyavadah Anike. Tari Pravartamanaha Vishayahasti Dvitiya Vibhakti. तत्र किं पठितवन्तः वयम् इति चेत् द्वितीया विभक्तिः कर्मपदं सूचयति अपि च त्वा ल्यप् तुमुन् अपि च शत्रुप्रत्ययैः सह द्वितीया विभक्तेः प्रयोजनं करणीयम्. परितः अपि च उभयतः इति शब्दयोः प्रसङ्गे द्वितीया विभक्तिः एव आवश्यकी. महोदय म्यूट् करोतु कृपया. जवाहर् महोदय धन्यवादः. तर्हि तावत्पर्यन्तं कृतवन्तः अपि च अकारान्तपुंलिङ्गशब्दस्य आकारान्तस्य स्त्रीलिङ्गशब्दस्य अकारान्तनपुंसकलिङ्गस्य ईकारान्तस्त्रीलिङ्गशब्दस्य एतेषां शब्दानां रूपाणि दृष्टवन्तः वयं. तानि रूपाणि पुनरेकवारं संस्मृत्य सर्वनामपदानां रूपाणि पठामः. तर्हि आदौ जवाहर् महोदय, राम इति शब्दस्य द्वितीया विभक्तिपर्यन्तं वदतु. राम इति शब्दस्य हरि ओम्. हरि ओम् महोदय, श्रूयते किम्? मम ध्वनिः श्रूयते किम्? वदतु महोदय. राम इति अकारान्त पुंलिङ्ग शब्दस्य रूपाणि द्वितीया विभक्तेः पर्यन्तम्. अकारान्तः पुल्लिङ्गः रामशब्दः. रामः रामौ रामाः इति प्रथमा विभक्तिः. रामं रामौ रामान् इति द्वितीया विभक्तिः. उत्तमं, धन्यवादः. कविता भगिनी. आं भगिनी. ईकारान्त स्त्रीलिङ्गशब्दस्य वाणी इति शब्दस्य द्वितीया विभक्तेः पर्यन्तं रूपाणि वदतु. ईकारान्तः स्त्रीलिङ्गशब्दस्य वाणीः. नैव सम्यक् अस्ति. किं सम्यक्? नदी वदतु. नदी नद्यौ नदीः. प्रथमा विभक्तिः. प्रथमा नदी नद्यौ नद्यः. द्वितीया विभक्तिः. नदीं नद्यौ नदीः. इदानीं वाणी इति शब्दस्य वदतु. वाणी वाणी वाण्यौ वाण्यौ वाण्यः. उत्तमम्. द्वितीया विभक्ति वाणी वाण्यौ वाणीः. उत्तमम्. धन्यवादः. नीता भगिनी. जल इति अकारान्त नपुंसकलिङ्गस्य द्वितीयाविभक्तेः नपुंसकलिङ्गस्य शब्दः जल जले जलानि नैव जलं जलं जल प्रातिपदिकमस्ति जल इस् द रूट् वर्ड् ओके रूट् वर्ड् जल रिमेम्बर् एव्रिबडि दट् इन् संस्कृतं नो वर्ड् इस् अ वर्ड् इफ् इट् इस् अ नौन् एण्ड् इट् डस् नाट् हेव् अ प्रापर् एण्डिङ्ग् दट् मीन्स् इफ् इट् डस् नाट् इण्डिकेट् whether it is a napumsakalingam or strilingam or masculine pumlingam, then it is not a word, okay? So it is called subanta. There has to be from the pratipadikam, the words are all derived, okay? They are, the suffix is put, and that's how Rama becomes Ramaha. There are some rules over there which are invisible and which you cannot see until you learn Panini Sutrani. Okay? So, remember that when you say Jala, something is wrong somewhere. Even if I say it, you can highlight it to me and tell me that what you are saying is wrong unless it is a Pratipadikam. So, Jala, Pratipadikam, Vana, Vat, like Vana. Then what happens? It becomes Vanam, Vane, Vanani, like that only. Jala will become what? Nita Bhagini, what was it? जलं जले जलामि द्वितीया विभक्तिः द्वितीया विल् बिकम् सेम् थिङ्ग् ऐ थिङ्क् इट् विल् रिमेन् द सेम् ओन्लि जलं जले ओन्लि जलं यस् इट् विल् रिमेन् द सेम् अण्डर्स्टूड् या या धन्यवादः इदानीं नीता भगिनी भवती एव चित्र इति प्रातिपदिकस्य रूपाणि वदतु चित्र नपुंसकलिङ्गे अस्ति चित्र अकारान्त नपुंसकलिङ्ग चित्रं चित्रा चित्रं चित्रा किमर्थं वनं वने वनानि तद्वत् अच्छा वनं वने वनानि सो इट् विल् बी चित्रं चित्रे चित्रामि चित्राणि ओके बिकास् देर् इस् अ रेफा ओवर् देयर् इट् बिकम्स् धृणं सो चित्रे चित्रं चित्रे चित्राणि चित्रं चित्रे चित्राणि नपुंसकलिङ्गस्य रूपाणि प्रथमा विभक्तिः अपि च द्वितीया विभक्तिः समानम् एव धन्यवादः विजयकुमार् महोदय विजयकुमार् महोदय विद्या विद्या इति आकारान्त स्त्रीलिङ्गशब्दस्य रूपाणि प्रथमा विभक्तिः अपि च द्वितीया विभक्तिः विद्या विद्ये विद्याः उत्तमं विद्ये विद्याः द्वितीया विभक्ति विद्यां विद्ये विद्याः उत्तमम् उत्तमं महोदय पुत्री पुत्री ईकारान्त स्त्रीलिङ्गशब्दस्य रूपाणि वदतु पुत्री पुत्रो पुत्र नैव नैव नैव नद्यो न इट्स् नद्यो मीन्स् पुत्र्यो पुत्र्यौ पुत्र्यौ पुत्री पुत्र्यो पुत्र्यः उत्तमं पुत्र्यो पुत्रीः उत्तमं धन्यवादः धन्यवादः तर्हि तावत् कृतवन्तः इदानीं सर्वनामशब्दानां रूपाणि प्रति गच्छामः तत्र आङ्ग्लभाषायां किञ्चित् वदामि सो इन् इङ्ग्लिश् वी हेव् प्रोनौन् एण्ड् इन् द फस्ट् केस् एण्ड् द सेकेण्ड् केस् दे रिमेन् द सेम् सो ऐ और् दे चेञ्ज् सम् टैम् सो ऐ बिकम्स् मी एट्सेट्रा लैक् देट् ओन्लि देर् आर् आल् द सिक्स् विभक्तीस् इन् for pronouns in Sanskrit. Okay, so let us go please write it if you don't have the grammar document in front of you. Tatra aham preshitavati, I had sent one document. If you have the document, good. If you do not have the document, then please make notes. I am going to read it out and I will, and everybody will repeat it after me, turn wise. Astu javar mode dakarantah tad iti pumling shabdasya rupani aham vadami bhavan anusaro. Astu sah tau te prathama vibhaktihi tam tau tan dvitiya vibhakti. So he, they both, they, he, again it becomes to him, him, they both, and they again. Vadat takarantah pullingah tat shabdah sah tau te iti prathama vibhakti tam tau tan iti dvitiya vibhakti. एवमेव एतद् इति शब्दस्य पुंलिङ्ग शब्दस्य रूपाणि वदतु. एतत् एतत् एव तकारान्तः पुल्लिङ्गः. एकनिमिष विशालाक्षी भगिनी किञ्चित् म्यूट् करोतु. विशालाक्षी भगिनी म्यूट् करोतु. हा वदतु महोदय. सकारान्तः पुल्लिङ्गः एतत् शब्दः एषः एतौ एते इति प्रथमा विभक्ति एतम् एतम् एतौ एतौ एतान् एतान् इति प्रथमा विभक्ति. द्वितीया विभक्ति एतान् द्वितीया विभक्ति द्वितीया तत्र तत्र विकल्पेन स्त्रीलिङ्ग महोदय तत्र विकल्पेन एनम् एनम् एनान् अपि अस्ति. एनम् एनम् एनौ एनान् द्वितीया विभक्तौ. ओके सो धन्यवादः महोदय. धन्यवादः कविता भगिनी भवती वदतु दकारान्त पुंलिङ्ग शब्दस्य रूपाणि प्रथमा विभक्तिः अपि च द्वितीया विभक्तौ. दकारान्त पुल्लिङ्ग शब्दस्य एतत् शब्दस्य प्रथमा विभक्ति एषः एतौ एते दिस् मेल् टु दीस् टु मेल्स् एण्ड् मेनि मोर् देन् टु मेल्स् देन् द्वितीया विभक्ति एकवचनं एतं दिस् सिङ्गल् मेल् एतौ दीस् टु मेल्स् एतान् दीस् मेनि मोर् देन् टु मेल्स् objects. Okay, you have to tell that because in English you can't tatra vikalpena. Which page is this? Which page is this? No, this is not on any page. This is the document which I have sent, grammar document. If you do not have the document in front of you, puratah nasti che likhatu, write it down because we will need it for the exercises that we are going to do. Okay, so okay तत्र कविता भगिनी तत्र दकारान्त एतत् शब्दस्य तत्र द्वितीया विभक्तौ विकल्पेन एनम् एनौ एनान् अपि अस्ति. ओके सो यु हेव् अन् आप्शन् इन्स्टेड् आफ़् से एतं यु केन् से एनम् इन्स्टेड् आफ़् से एतौ यु केन् से एनौ इन्स्टेड् आफ़् से एतान् यु केन् से एनान् बट् generally we do not use that, but they use it in the Vedic literature also and in poetry. Kavita kavitam kavitam so api idani tat shabda seva dato tat shabda se tat tat tat shabda ha but the meaning one question the meaning remains the same na enam enau enan. Yes meaning remains the same. It is just an option, that is all. Dakaranta pulling tat shabdah ekavachanam prathama vibhakti sah that male oblique object dvivachanam tau object or subject kshamita sah is object or subject subject subject that द्विवचनं तौ these two males oblique subject, te, these many, more than two males oblique subject, subjects. Dvitiya vibhakti, eka vachanam, tam, the male, that male subject. Subject, subject va, object va. Object. Object, achha. That male object, duivachanam, oho, tau, these two males, oblique object, tan, these, those, more than two males, oblique object. Uttamam. Neeta Bhagini? Aham, sarvesham krite ahvanam karishyami, yatohi, this is an important topic, it's important to understand, so it may seem like we are going very slow, but that is required if we have to make the infrastructure, the base solid, okay, understanding. By hearting, if you know the, if you don't know the words, I don't mind. But if you don't understand the concept, then it becomes a problem. Astu. Neeta Bhagini Bhavati Vadatu, Dakaranta Tad Iti Shabdasya, Pumling Shabdasya Rupani. Neeta Bhagini? Neeta Bhagini Nasti Kim? Neeta Bhagini? Yes, ma'am, yes, ma'am. Where is it? It is there in the document which I had sent. Yeah, but which page? I have the pages, but I'm not so getting it, thanks. Okay, you do one thing. Till Vijay Mahoday tells you, search for Dakarantaha Tad Shabdasya. Tad, Pumling Shabdasya Rupa. Kavita Bhagini? Bhavatyaha Puratah Asti Kim? Am Bhagini. Putasankhyam Vadatu? Second page. I think second scroll, one scroll would do. Just scroll it. The so Karanta. Is it the Karanta? Satyam. The Karanta. The one with Aham. The one. Yes, one second. Aham, Avam, Vamvayam. That is. Naiva. That is Asmad Shabdasya. You have to see Tad Shabdasya. Okay, one second. Go, Yushmad. Yes, go Tad. The Karanta, Tad Shabda. Sahara, Krishna, Govind. Is that it? Yeah, but you tell only Saha and Tau and Te. You don't tell the Rama part. Okay. You can tell also. So what do I have? Saha, Tau, Te. Saha, Tau, Te. Tam, Tau, Tan. Tan. Now what is this? Saha, Tau, Te. Ekanimisha. So saha is when you are using a subject and you are using it for that male. Tau is when you are using it for the subject and those two males. Te, yes, when you are using it for the subject and more than two males. Those, same way, object, tam, tau, tan. If you are saying, give it to him, give it to both of them, give it to them, that way. Tam, tau, tan. Is him, give it to them and to both of them and Tan. Did you understand? Yes, ma'am. Avagatam. Yes, ma'am. So ekam varam vadatu, saha tau te, tam tau tan. Saha tau te, tam tau tan. Evam eva, similarly, etad. Tad was saha tau te, tam tau tan. Etad is eshaha, etau, ete. You have to just put the A in front. And you have to make sarasha. Eshaha, etau, ete, etam, etau, etan. Over here, there is an option in Dvitiya Vibhakti to put enam, enau, enan. Vadatu. Eshaha, etau, ete, etam, etau, etan. Esha, etau, ete, etam, etau, e. Eshaha, etau, ete. Eshah, etau, ete, esham, etau, etam, etan. Etam, etau, etan. Etam, etau, etan. Or enam, enau, enan. Enam, enau, enan. एनम् एतौ एतान् Now, what does एषः mean, Meeta Bhagini? एषः इति शब्दस्य अर्थः कः? एषः is this. This? No. This? हाँ. Yeah, this. This, but who? This? Achha, this male. Yes, this male. एषः is this male. अस्तु. अवगतं किल? You understood the concept, right? Yes, ma'am. Okay. धन्यवादः विजयकुमार् महोदय विजयकुमार् महोदय आं भगिनि द्वौ रूपौ वदतु द्वे रूपे क्षम्यताम् वदतु दकारान्त पुल्लिङ्ग एतत् शब्दः एकवचनं द्विवचनं बहुवचनम् एषः एतौ एते दिस् मेल् सब्जेक्ट् दिस् टु मेल् सब्जेक्ट् These more than two male subject. Etam, eto, etan. This single male subject. These two male subject. Ah, subject. Subject. Likitam asti. Oh, object. Second is, dritiya is object all. Single male object. Eto, these two male object. Etan, these more than two male object. Uttama. And we can use... enam, eno, enan also. For? For... Dvitiya Vibhaktihi only. For Dvitiya Vibhaktihi only. As object. You cannot use enaha or something like that for Prathama Vibhakti. That logic doesn't work. Tad Shabda Seva Dato? Haan. Dakaranta Pullinga Tad Shabda Hai. सः तौ ते दट् मेल् सब्जेक्ट् दोस् टु मेल् सब्जेक्ट् दोस् मोर् देन् टु मेल् सब्जेक्ट् तं तौ तान् दट् मेल् आब्जेक्ट् दोस् टु मेल् आब्जेक्ट् दोस् मोर् देन् टु मेल् आब्जेक्ट् उत्तमम् उत्तमं धन्यवादः महोदय धन्यवादः विशालाक्षी भगिनी वदतु भवती नो ऐ डोण्ट् हेव् इट् रिटन् ऐ विल् जस्ट् लिसन् टुडे एण्ड् देन् ऐ विल् रैट् इट् डौन् अहं वदामि लिखतु दकारान्त तद् शब्दस्य रूपाणि तद् सः तौ ते दकारान्त अस्तु भगिनि सः तौ ते तं तौ तान् एषः एतौ एते एतम् एतौ एतान् एनम् एनौ एनान् इस् आप्शन् अस्तु चिन्ता नास्ति इदानीं जवाहर् महोदय स्त्रीलिङ्गे दकारान्तः तत् अपि एतत् शब्दौ शब्दयोः रूपाणि वदतु दकारान्तः स्त्रीलिङ्ग तत् शब्दः सा ते ताः इति प्रथमा विभक्ति तां ते ताः इति द्वितीया विभक्ति एतत् सारी एतद् एतद् इति शब्दस्य एतत् एता एते तकारान्तः स्त्रीलिङ्गः एतत् शब्दः एषा एते एतः इति प्रथमा विभक्तिः एताम् एताम् एते एने एताः एनाः इति द्वितीया विभक्ति उत्तमम् उत्तमं पुंलिङ्ग् शब्दस्य अपि वदतु तदपि एतत् पुल्लिङ्गम् ओके एतत् तकारान्तः एतत् शब्दः नपुंसकलिङ्गः एतत् एते एतानि इति प्रथमा विभक्ति एतत् एनत् एते एने एतानि एनानि इति द्वितीया विभक्ति तत्र तत् तद् इति शब्दस्य नपुंसकलिङ्गे तद् सिमिलर् टु दिस् दकारान्तः अपुंसकलिङ्गः तच्छब्दः तत् एतानि इति प्रथमा एतत् एवमेव सेम् थिङ्ग् उत्तमम् उत्तमं महोदय, धन्यवादः. कविता भगिनी, नपुंसकलि स्त्रीलिङ्गे अपि च नपुंसकलिङ्गे तद् अपि एतद् शब्दयोः रूपाणि वदतु. दकारान्तः दकारान्तः स्त्रीलिङ्ग् एतत् शब्दः, एषा एते एताः, एताम् एते एताः, देन् दकारान्तः तद् शब्दस्य स्त्रीलिङ्ग् एतद् उक्तवती, एतद् उक्तवती, इदानीं तद् नास्ति तद् आं भगिनि, सा ते ताः, तां ते ताः. उत्तमम् उत्तमम्. इदानीं नपुंसकलिङ्गे वदतु तत् ते तानि, तत् ते तानि. एतत् शब्दस्य एतत् एते एतानि, एतद् एते एतानि, अपि च एनत् एने एनानि, एतत् एने एनानि. उत्तमम् उत्तमं. विजयकुमार महोदय वदतु. विजयकुमार महोदय. आं भगिनि, दकारात् तत् शब्द स्त्रीलिङ्गे स्त्रीलिङ्गे सोरि सौ ते सा ते ता तां ते ताः. एतत् शब्दस्य स्त्रीलिङ्गे एतत् एतत् एषा एषा एतो एते एतौ नास्ति महोदय, स्त्रीलिङ्गे वदतु. पुंलिङ्गे तु कृतवन्तः. एताः, एता, एते, एताः, एताम्, एते, एताः, एषा, ताम्, एते, एताः. ओ देन् अपि च एनाम्, एने, एनाः. एनाम् एने एनाम् एनाः एनाः सोरि एनाः. इदानीं तत् शब्दस्य नपुंसकलिङ्गरूपाणि वदतु. नपुंसकलिङ्गै सोरि एते तत् ते तानि, तत् ते तानि, एतत् एते एतानि, एतत् एते एतानि, अपि च एनत् अपि च एनत् एनत् एनत् नपुंसकलिङ्गे एनत् अस्ति. एनत् एने एनत् एने एनानि. हा एनत् एने एनानि. धन्यवादः महोदय, धन्यवादः. नीता भगिनी, नीता भगिनी दकारान्तः स्त्रीलिङ्गशब्दरूपाणि, स्त्रीलिङ्गरूपाणि, सा ते ताः, सा ते ताः, द्वितीयाविभक्तिः तां ते ताः, तां ते ताः. एतत् शब्दस्य एतत् शब्दस्य रूपाणि वदतु. ऐ एम सेयिङ्ग् इट् यु रिपीटेड् एषा एते एताः एषा एते एताः एताम् एते एताः एताम् एते एताः एताम् एते एताः इस् द द्वितीया विभक्ति. और् यु केन् आल्सो से फार् द द्वितीया विभक्तिः एनाम् एने एनाः एनाम् एने एनाः. तत् शब्दस्य नपुंसकलिङ्गे नपुंसकलिङ्गरूपाणि वदतु. तत् शब्दकारान्त तद् शब्दस्य नपुंसकलिङ्गरूपाणि तत् तद् तद् तत् तत् ते तानि. उत्तमम्. द्वितीया विभक्तिः तत् ते तानि सेम् थिङ्ग् द्वितीया विभक्तिः फोर् नपुंसकलिङ्गानि एतत् एते एतानि एतत् एते एतानि और् एनत् एने एनानि. Understand that, so that when you look at it, it's okay if you look at the table and you answer, but you should understand the concept, okay? So for Dvitiya Vibhakti, which one we have to use, for Prathama Vibhakti, which one we have to use. Prathama Vibhakti hi subject asti, Dvitiya Vibhakti hi object asti, karma padam, apicha karta padam asti. धन्यवादाः. परन्तु अस्मदपि युष्मत्शब्दस्य अपि शब्दयोः रूपाणि अपि वदामः यतोहि तत्र अभ्यासस्य कृते आवश्यकम्. जवाहर् महोदय अस्मद् अपि च युष्मद् शब्दयोः रूपाणि वदतु. अस्मद् एकनिमिष अस्मद् अपि च युष्मद् त्रिलिङ्गकः अस्ति, विच् मीन्स् दट् दे आर् there is no gender differentiation over there, because when I say I, when I say you, okay, asmat is the I word, it's yes. the I yes. word, and there it is trilingakaha, why, because I, you will also say I will also say I, and for you, we will say you, whether it is a male or a female, so this is a very important point you need to remember, vadatu mahoday. Dakaranta hai. त्रिषु लिङ्गेषु समानः अस्मत् शब्दः. अहम् आवां वयम् इति प्रथमा, माम् आवाम् अस्मान् इति प्रथमा द्वितीया, अपि च मा नौ नः इति विकल्पेन. विकल्पेन उत्तमं. युष्मद् युष्मद् दकारान्तः सेम् थिङ्ग्. त्रिषु लिङ्गेषु समानः युष्मच्छब्दः. त्वं युवां यूयम् इति प्रथमा, त्वां युवां युष्मान् इति द्वितीया, अपि च त्वा वां वः इति विकल्पेन. वः वः क्षम्यतां, नः तु तत्र अस्ति. उत्तमं, धन्यवादः महोदय. कविता भगिनी वदतु, अस्मदपि युष्मद् शब्दयोः रूपाणि. हा आं भगिनि, अस्मत्शब्दस्य प्रथमाविभक्ति अहम् आवां वयं, माम् आवाम् अस्मान् विकल्पः, मा नौ नः. उत्तमम्. युष्मत्शब्दस्य प्रथमाविभक्ति सर्वे लिङ्गः समानस्ति. लिङ्गेषु लिङ्गेषु समानानि रूपाणि समानानि रूपाणि. त्वं त्वं युवां यूयं द्वितीयाविभक्ति, त्वां युवां युष्मान् विकल्पः, द्वितीयवचनं वां, बहुवचनं नः. एकवचने विकल्पः. युष्मदस्ति किल, अस्मदस्य कृते नः, युष्मदस्य कृते वः. उत्तमम्. इट् इस् गिविङ्ग् नः इन् द डिस्ट्रिक्ट् इन् द डाक्युमेण्ट्. हा इन् द डाक्युमेण्ट् नः. हा तर्हि तद् दोषः अस्ति तत्र. अच्छा वः इति न वः इति वः वः क्षम्यताम् मम दोषः. अस्तु विजयकुमार् महोदय, विजयकुमार् महोदय वदतु. आं भगिनि, दकारान्त अस्पत् शब्दः स्त्री स्त्रीलिङ्ग त्रिलिङ्गकः त्रिलिङ्गकः ओ त्रिलिङ्गकः. प्रथमा विभूति अहम् आवां वयं माम् आवाम् अस्मान् विकल्पैः मा नौ नः. उत्तमम्. युष्मान् विकल्पै त्वां वां वः सो त्वा त्वा विकल्पः इस् त्वा. ओके त्वा ओके ओके त्वा ओके. नीता भगिनी वदतु दकारान्त न अस्मद् अस्मद् भगिनी नीता भगिनी अस्मद् अस्मद् इस् द प्रातिपदिकं फर् द ऐ वर्ड्. ओके ऐ वर्ड् सो ऐ बोत् आफ् अस् आल् आफ् अस् मी बोत् आफ् अस् आल् आफ् अस् ओके. सो अहम् आवां वयं वदतु दकारान्त दकारान्तः दकारान्तः त्रिलिङ्गकः स्त्रीलिङ्गकः युष्मशब्द राइट् अस्मत् अस्मत् शब्दः अस्मत् यु टेल अस्मत् शब्द यस् यस् अस्मत् शब्दः स्त्रीलिङ्गः फॉर ऑल जेंडर्स. इज दिस इट प्रथम विभक्ति अहम् आवाम वयम् अहम् आवाम vayam that is aham is I subject, avam is we both subject, and vayam is all of us subjects. Dvitiya vibhakti mam ma avam nau asman nah. So ma nau and nah object object object so me object, both of us objects, all of us objects. Uttamam. Yushmad shabdasya rupani vadatu. Yushmad shabdaha strilingaka for all genders. Prathama vibhakti ekvachanam tvam you subject, dvivachanam yuvam we both subjects, बहुवचनं यूयम् आल् आफ् यू सब्जेक्ट्स् एण्ड् युवाम् इस् नाट् वि बोत् इफ् दट् इस् वाट् इस् रिटन् इन् द डाक्युमेण्ट् इट् इस् राङ्ग् युवाम् इस् यू बोत् यू बोत् ओके मेम्. द्वितीया विभक्ति द्वितीया विभक्ति ऑब्जेक्ट् त्वां यू एस् ऑब्जेक्ट् युवाम् और् वाम् both of you objects yushan nah yushman yushman yes yes yushman nah all of you objects. Make that vah, that is a typo. Okay vah all of you objects. Dhanyavad bhagini. Vishalakshi bhagini anusarotu. I will hear today, I will not tell anything now. Okay, astu. Astu tari. Apicha, apicha ekam vadaniyam, yad, yad, iti dakaranta shabdasya, api rupani evam eva. Yad, umlinge, yaha yau ye, yam yau yan, evam eva karaniyam. Kim, iti shabdasya, kaha kau ke, kam kau kaan. एवमेव लेखनीयम्. अस्तु इदानीम् अभ्यासस्य किं कार्यं कुर्मः. तत्र विभक्तिवल्लर्यां पुटसङ्ख्या अस्ति चतुर्दश चतुर्दशपुट 14 पेज् नम्बर् 14 पेज् नम्बर् 14 आफ् विभक्तिवल्लरी जवाहर् महोदय तत्र दशम दशमभागस्य दशमबिन्दोः उत्तरं ददातु दशमबिन्दुः दशम पेज् नम्बर् 14 दशमः दशमः सः वयं मन्त्राः उपदिशति 10-1 ओके तत् न कृतवन्तः न कृतवन्तः गतवर्गे पान्तः नैव महोदय महोदय चतुर्दशतमं पुटं स्वीकरोतु ओके पान्तः नैव नैव सः सः वयं मन्त्राः ओके ओके ओके अण्डर्स्टाण्ड् ओके नौ इट् इस् 10-1 ओके सः डेश् वयं मन्त्राः उपविशति आन्सर् उपविशति उपदिशति उपदेशं करोति सः उपदिशति उपदेशम् ओके see the upadesha the upavishati is the commonly you know the like yeah. that's like satya satya sah vayam will become asman uttamam and mantraha is mantran because it is bahuvachanam so sah asman mantran upadishati uttamam agrimam karu agrimam exercise that is that 11th one first one is balakah udaharanam is given balakah tam janashi etam na janam prashnam prashnam patatu mahode prashnam patatu prashna balakah tam kam janati tam kar na janati iti adah chitre निर्देशं निर्दिष्टमस्ति तदाहुदाहरण तदोदारेण तद् उदाहरणेन तदाधारेण उदाहरणं नास्ति तद् आधारेण बेस्ड् आन् दिस् आधार आन् द बेसिस् आफ् दिस् तद्धारणेन वाक्यानि रचयत सो फस्ट् वन् इस् बालकः एतां जानाति किमर्थम् एतां सः एकनिमिषं महोदय तत्र उदाहरणम् अस्ति पञ्चदशतमे पुटे उदाहरणं बालकः तं जानाति एतं न जानाति बालकः एतं न जानाति तर्हि सः बालकः तं जानाति बालकः एतं न जानाति किमर्थं तम् एतं यतोहि सः अपि च एषः इति शब्दयोः द्वितीया विभक्तिः सत्यम् इदानीं करोतु द्वितीयं तृतीय बालकः ओके बालकः एतां जानाति तां न जानाति उत्तमं दट् इस् बाय् नोस् दिस् मेन् नाट् दट् मेन् अग्रिमं अग्रिमं बालकः भवन्तम् उत्तमं भवन्तं जानाति मां न जानाति यू नाट् मी करेक्ट् मां इस् मी उत्तमं next one is the other one is bhavati. Okay, balakah bhavati janati tat na janati. धन्यवादः महोदय, धन्यवादः. इदानीम् अत्र अत्र महोदय भवान् एव भवत् इति शब्दयोः रूपाणि वदतु. भवत् तत्र किं पुंलिङ्गे अपि च स्त्रीलिङ्गे भवत् दट् इस् भवान् भवन्तौ भवतः भवन्तः भवन्तः तत् प्रथमा विभक्ति द्वितीय विभक्ति अक्षु भवन्तं भवन्तं भवन्तं भवन्तौ भवन्तौ सेम् थिङ्ग् इस् इट् भवन्तं भवन्तौ भवतः नाट् द सेम् थिङ्ग् भवन्तः भवतः द्वितीयाविभक्तौ बहुवचने भवतः तावदेव भवतः. ओके ओके इदानीं भवती भवत्याः भवत्यौ भवती भवत्यौ भवत्याः तृतीया एक्सेप्टिङ्ग् फोर् एकवचनं भवतीं भवत्यौ भवत्यः भवती भवत्यौ अपि च नपुंसकलिङ्गे नपुंसकलिङ्गे भवत् वदतु अहं वदामि भवत् भवत् अथवा भवत् अथवा भवत् प्रथमाविभक्ति एकवचनं प्रथमाविभक्ति द्विवचनं भवन्ती दीर्घ अस्ति भवन्ती अपि च बहुवचने भवन्ति तत्र ह्रस्व अस्ति भवन्ति भवन्ति द्वितीयाविभक्ति समानं भवत् भवत् भवन्ती भवन्ति पुनः एकवारं वदतु अहं वदामि भवत् अथवा भवत् प्रथमाविभक्तौ भवन्ती इति दीर्घ अस्ति ती इति द्विवचनं प्रथमाविभक्तिः बहुवचने प्रथमाविभक्तौ भवन्ति ति इति धत्व अस्ति नैव तत्र उकारान्तः अस्ति इदानीम् उकारान्तः न कृतवन्तः भवत् तकारान्तः एव कृतवन्तः भवत् इति शब्दस्य उकारान्तः अन्यत् अस्ति अस्तु धन्यवादः महोदय धन्यवादः निकि कविता भगिनी भगिनी भगिनी वन् थिङ्ग् केन् यु प्लीस् रिपीट् दिस् भवतका भवत् प्रथमा भवन्ति अस्तु अहम् अत्र चाट् मध्ये लेखिष्यामि ओ लेखिष्यामि तत्र डाक्युमेण्ट् मध्ये नास्ति किम् डाक्युमेण्ट् मध्ये नास्ति किं अस्तु अहं प्रयत्नं करिष्यामि जवाहर् महोदय मम साहाय्यं करोतु तत्र भवान् किं तत्र स्त्रीलिङ्गरूपाणि लिखतु शक्यते किं हा भवती भवत् पुल्लिङ्गं श्रीलिङ्गं श्रीलिङ्गं लिखतु इकारात् स्त्रीलिङ्गः भवति शब्दः भवती भवत्यौ भवत्यः तेषां कृते किञ्चित् किं भवति एकनिमिषं sharing the screen not visible. Yeah. Nahin, ek nimish. कथं करणीयम् एतत् एकनिमिष ऐम् हेविङ्ग् अ डिफिकल्टि इन् टैपिङ्ग् एकनिमिष भवान् भवन्तौ भवन्तः अस्तु प्रथमा विभक्ति दिस् इस् प्रथमा अण्ड् द्वितीया भवन् एकनिमिष भवन् तं भवन्तौ भवतः द्वितीया विभक्ति कविता भगिनी अवगतं किम् कविता भगिनी लुकिङ्ग् फार् अ स्क्रीन् आडिबल् आडिबल् problem is if I backspace everything disappears. Okay, that is Nadi Vat only. And Napum Sakalinge tu asti Bhavad Kshanata. Napum Sakalinge. Astu. Idani. Kshamitam. Tatra Pustake api nasti iti manni. अस्तु कविता भगिनी इदानीं दृश्यते किं चाट् मध्ये आं भगिनि आं भगिनि हा पठतु रूपाणि पठतु भवान् भवन्तौ भवन्तः दिस् इस् पुल्लिङ्गशब्दः भवतः पुल्लिङ्गशब्दः द्वितीयाविभक्ति भवत् स्त्रीलिङ्ग स्त्रीलिङ्ग द्वितीयाविभक्ति भगिनी भगिनी तत्र भवत् इति पुंलिङ्ग शब्दस्य द्वितीया विभक्ति रूपाणि वदतु भवन्तं भवन्तौ भवतः भवान् भवान् भवन्तः इति भवान् भवन्तौ भवन्तः इति प्रथमा विभक्ति प्रथमा विभक्ति प्रथमा विभक्ति भवन्तं भवन्तौ भवतः आं भगिनि स्त्रीलिङ्गः भवत् शब्दः भवतीं भवत्यौ भवतिः भवती भवत्यौ भवत्यः प्रथमा विभक्ति द्वितीया विभक्ति भवतीं भवत्यौ भवत्यः नदीवत् एव अस्ति आं भगिनि नपुंसकलिङ्गे नपुंसकलिङ्गे भवत् भवन्ति भवन्ति भवन्ति अपि च एकवचने तत्र विकल्पः अस्ति भवद् अपि वक्तुं शक्नुमः एकवचने नपुंसकलिङ्गे अस्तु इदानीं भवत् अभ्यासं प्रति गच्छतु आम् आम् पञ्च पञ्चमबिन्दुः पञ्चमः बिन्दुः am I speaking? Yes, I am sorry. Balakah, balakah, balakah, balakah, balakah chhatram janati. ते अस्ति किल, ते मीन्स् नवव्यक्ति द्वितीया विभक्ति आफ् ते, करेक्ट्? ते हा तान् तान् उत्तमं. बालकः तान् जानाति, अपि च जानाति, अपि च ताः न जानाति. उत्तमम् उत्तमं. एताः अग्रिमं करोतु. हा एताः बालकाः एताः जानाति, एतान् न जानाति. उत्तमम् अग्रिमं. एता भवन्तः भवन्तः भवन्तः बिकम्स् भवतः बालकः भवतः जानाति भवतः जानाति बालकः भवतः जानाति तानि न जानाति. उत्तमम् उत्तमम् अग्रिमं. भवत्यः भवत्यः भवतीः बालकः भवती जानाति भवतीः भवतीः जानाति अस्मान् न जानाति. उत्तमम्. तत्र मया दोषः कृतः किं? तत्र मया दोषः कृतः किं? भवती नैव सम्यक् एव नैव सम्यक् अस्ति. अस्मान् न जानाति. उत्तमम् उत्तमं भगिनि. इदानीम् अग्रे तत्र विजयकुमार् महोदय पठतु. आं भगिनि. विशालाक्षी भगिनी अपि च लीता भगिनी शृण्वन्तु. आदो निर्दिष्टम् अधो अधो अधो अधो निर्दिष्टं कोष्टं पठतः कोष्टकं कोष्टकं पठतः अर्थं वदतु. बिलो द बाक्सर् टु बि रीडर् टु बि रेड् सो अधो निर्दिष्टं इण्डिकेटेड् बिलो that table you read. Okay. Patatu mahode. Patatu. Dritiyantani rupani. Pullinga, strilinga, napunsalinga. Ikaranta, harim, harin, matin, mati, dadi. Mati hi, visarga, visarga mahode, visarga. I, dadi, dadini. Paranta hai. Gurum, gurun, धेनुं धेनुः मधु मधुनी त्रकारान्त ऋकारान्त. योर् टङ्ग् शुड् कम् इन् बिट्वीन् योर् मौत्. सी फार् र वेन् यु से र फुल्लि योर् टङ्ग् कम्स् इन् द फ्रण्ट्. वेन् यु से रि योर् टङ्ग् कम्स् इन् द फ्रण्ट्. योर् टङ्ग् शुड् बि इन् बिट्वीन् ऋकारान्त ऋकारान्त ऋकारान्त पितरं पितरं पितरं पितरं पितरं पितॄन् पितरं पितॄन् मातरं मातृः मातरं ट इस् फुल् सो मातरं विल् बिकम् राङ्ग् बिकास् देन् यु रैट् ट सो यु हाव् टु टेल् मातरं मातृः मातरं मातृः. दिस् इस् मा देन् ऋकारान्तः ओब्सर्व् प्लीस् ओब्सर्व् प्लीस् ओब्सर्व् देट् देर् ओवर् देर् इन् ऋकारान्तः देर् इस् नो नपुंसकलिङ्ग ओवर् देर् बिकास् माता पिता देर् इस् नो न्यूट्रल् लिङ्ग. ओके ओके ऐ अण्डर्स्टेण्ड्. कर्तारं कर्तृन् कर्तारं only pulling kartrun so kartaram over there karta you will use for a female also who is doing karta only. Okay kartaram. okay okay mute karo mute karo mute karo धन्यवादः. तत्र द्विवचनरूपाणि न दत्तानि, दे हेव् नाट् बीन् गिवन् द द्विवचनं. सो फार् एक्सर्सैज़् देट् मच् इस् सफिशियण्ट्, बट् इन् द डाक्युमेण्ट् इट् शुड् बि देर् द द्विवचनम्. इफ् इट्स् नाट् देर् प्लीस् लेट् मी नो, ऐ विल् पुट् इट्. अहं तत्र स्थापयिष्यामि. अस्तु, विशालाक्षी भगिनी अग्रे पठतु. क्षम्यताम्, एक काल आयता डिस्कनेक्ट् ओके, चिन्ता नास्ति. विशालाक्षी भगिनी, वाट् डू यू वाण्ट् मी टु डु? यू रीड् द इन्स्ट्रक्षन्स् विच् आर् देर्. ऐ वाण्ट् एव्रीबडि टु पार्टिसिपेट् इन् सम् वे आर् दि अदर्. सो the 12th one only I'll repeat. Yeah, you can repeat the 12th one or you can read what is there underneath that. Underneath that, etasmin, etasmin, koshtake pulling, pulling, striling, napunsakalinga nama, ikarantadinam, ditiya vibhaktehe, एकवचनान्तं रूपं बहुवचनान्तं रूपं च दत्तम् अस्ति. वाट् डस् दट् मीन्? तत्र विजयकुमार् महोदय, प्लीस् हेल्प् विशालाक्षी भगिनी अण्ड् टेल् द मीनिङ्ग्. ऐ विल् ट्रै. किमर्थं जानाति भवान् जानाति, वदतु. एतेस्मिन् कोष्टके, दट्स् इन् द गिवन् बाक्स्, पुल्लिङ्ग, स्त्रीलिङ्ग, नपुंसकलिङ्ग, आल् त्री लिङ्गास् आर् गिवन्. इकारान्तादीनां द्वितीया विभक्ति आफ् इकारान्त इस् गिवन् एण्ड् एकवचनान्तरूप बहुवचनान्तरूपम् एकवचनम् एण्ड् बहुवचनं रूपम् इस् देर् आर् देर्. सो उत्तमम्, अहं पुनरेकवारं वदामि. एतस्मिन् कोष्टके, म्यूट् करोतु महोदय, एतस्मिन् कोष्टके, इन् दिस् बाक्स्, पुंलिङ्ग, स्त्रीलिङ्ग, नपुंसकलिङ्गानाम् आफ् दट् मीन्स् षष्ठीविभक्ति वदे पुंलिङ्ग. श्रूयते किं? श्रूयते किं मम ध्वनिः? श्रूयते श्रूयते. अस्तु, तर्हि एत द मेल् फीमेल् एण्ड् न्यूट्रल् जेण्डर् आफ् इकारान्तादीनाम् आफ् इकारान्तादि इकारान्त दट् मीन्स् इकारान्त एण्ड् अदर्स् आदि इस् देव दे आफ् दोस् द्वितीया विभक्तेः द सेकेण्ड् विभक्ति ओके एकवचनम् अपि च बहुवचनं दत्तमस्ति. दे आर् गिवन् द सिङ्ग्युलर् एण्ड् द प्लोरल् फार्म् आर् गिवन्. अस्तु, नीता भगिनी. येस् म्याम्. हा, अग्रिमं पठतु. धन्यवादः महोदय, विशालाक्षी भगिनी च धन्यवादः. अभ्यासः अधो निर्दिष्टानां द्वितीया विभक्ति रूपाणि लिखत. उत्तमम्, उदाहरणं पठतु. उदाहरणं, रविः पुल्लिङ्गम् एकवचनं रविं बहुवचनं रवीन्. उत्तमम्, इदानीम् एवमेव करोतु, प्रथमं करोतु. भारविः पुल्लिङ्गम् भारविं भारवीन. उत्तमम्, अग्रिमं करोतु. शौरिः पुल्लिङ्गम् इट् विल् बि शौरिम् एण्ड् शौरिन् शौरीन् शौरीन्. उत्तमं भगिनि, अत्र भारविः इति शब्दस्य अर्थः अस्ति poet iti poet, one of the poet's name was Bharavihi. Appi cha, it also means tulsi. So in Sanskritam there are many meanings for each word, and these are the meanings that have been given for this word. Shaurihi is Balarama or Vishnu's name also. Okay? Agrimam karotu bhagini? Neeta bhagini, agrimam karotu? Sharadihi umlingam. Sharadhim. Sharadhi. Uttamam. Uttamam. Tatra, bhagini, tell me which is the one which is in plural? The plural one is Sharadhin. Uttamam. Sharadhihi means quiver. Quiver in which you they keep the arrows, right? The soldiers. They keep the arrows, Sharadhihi, quiver. Agrimam karotu? Paridhihi. Paridhihi pulingam. Paridhim and paridhin. Uttamam. Paridhihi means circumference. Okay, or an enclosure. Dhanyavadaha bhagini, uttamam. Astu, Jawahar Mahoday, agrimam karotu. Sumatihi, strilinga, sumatim, sumatim, sumatihi. Uttamam. Next one is Varanasi. Ekan Misha, artham vadatu, sumatihi iti shabdasya. Sumati is, that is, wisdom. Sumati, yes. Is correct? Yeah, so, yes, Uttamam. So, wise or intelligent. Point. Okay. Mm-hmm. The other one is Varanasihi. Varanasim. Varanasim. Varanasihi. Uttamam. Yes. Uttamam. Agrimam karatu. Bandhu. Bandhuhu. Bandhu. Bandhum. Bandhun. That is related. Dhanyavada. Relatives. Uttamam. Dhanyavada. Dhanyavada. Kavita Vagni. Agrimam karatu. आं भगिनि भीरुः पुल्लिङ्गशब्दः भीरु अभीरु भीरून् तत्र भीरुं भीरुं अपि च भीरून् तत्र तत्त्वं न भवति ओके इट् डज़न्ट् बिकम् भीरून् वै बिकास् इट् इस् एट् द एण्ड् वाट् इस् देर् एट् द एण्ड् डज़् नाट् चेञ्ज् ईवन् इफ् देर् इस् अ निमित्तम् ओके So even if there is a rakara over there, a repa, kshamila, over there, then too it does not change. Because at the end what is there doesn't change. Hmm? So bhirun. Bhirun. Agrimam karotu. What is that? Bhirun. Bhiru. Coward. Coward. Coward. One who is afraid. One who is timid. Achha. Okay. Okay. Then shrota. Shrota pullinga shabdaha. श्रोतारं श्रोतृन् उत्तमं श्रोतृन् श्रोतृन् लिस्नर् लिस्नर् माता माता स्त्रीलिङ्गशब्दः मातरं सोरि उत्तमम् उत्तमम् उत्तमं सम्यक् अस्ति मातरं मातुः मातुः नैव मातुः नैव मातृः मातृः मातृः इफ् यु टेल् मातु देन् यु विल् पुट् द उकारान्तः बट् उकार चिह्नं टेल् मातृः मातृः एण्ड् दट् तृ दट् ऋकार कम्स् ट्वैस् ओके ट्वैस् डबल् ट्वैस् अग्रिमं पिता पिता पुल्लिङ्गशब्दः पितरं पितॄन् पितॄन् पितॄन् न नास्ति पितॄन् ओके न एव दन्त पितॄन् पितॄन् उत्तमम् अग्रिमं तत्र प्रश्नं पठतु आं भगिनि आवरणे आवरणे दत्तानां शब्दानां द्वितीयान्तेन रूपेण रिक्तस्थलं पूरयत् एकवचनं रिक्तस्थलं पूरयत् the words that are given in the bracket, fill up them with the dvitiya vachanam, dvitiya rupam. Udaharanam pathatu uttamam. Udaharanam, shishyaha gurum namati. The gurum? Student salute the gurum. Bhakta harim namati. Uttamam, dhanyavadaha. Dhanyavadaha. Tatra. Vijay Kumar Mahode, karotu. Haan, bhakti. Sah, this is, acha, I have to read second one, na? Twelfth one, okay. Sah, kavim namati. Kavim, from the pronunciation, I should be able to take a dictation. From the pronunciation, I should, if you take kavim, I will make it dirgha. So, kavim. Kavim, okay, sorry, Kavim. Saha Kavim Namati. Sa Artham Vadatu? Artham Vadatu? Maudan, Artham Vadatu? I salute poet. I kim artham? I kim artham? I asti chet katham vadaniyam? Saha Kavim Namati. Tahi? I poet. Uttamam. Agrimam karatu. Sa murari namati. Sa murarim namati. Murarim? Murarim namati. Artham vadatu. Sa is she. She salute Murari is maybe Bansuri. Bansuri hola. Murari. The nama asti kila. Nama. Agrimam karatu. Fourth is Balak hai. Mata namaskaroti. This will come to just a minute. Mataram. Mataram. Mataram namaskaroti. Uttamam. The child salutes mother. Uttamam. Agrimam karotu. Balika pita namaskaroti. Balika pitaram namaskaroti. The girl salute father. Uttamam. Dhanyavadaha Mahode. Dhanyavadaha. Tatra Vishalakshi Bhagini prayatnam kartum icchati kim? No, I'll do it on my own afterwards. I'll hear this now. Astu. Neeta Bhagini? Neeta Bhagini asti kim? Hari Om, Neeta Bhagini. Karotu Bhagini, agrimam karotu. Yes, ma'am. Which one? Grahani, da? Uttamam. Grahani dhenuha namaskaroti. Grahini. धेनुः नमस्करोति सो धेनुः बिकम इट विल बिकम धेनुम उत्तमं धेनुम सो द गृहिणी धेनुम नमस्करोति अर्थं वदतु हाउसवाइफ धेनु इज I don't know what is dhenu. Cow. Okay, cow. The housewife bows to the cow. Now, over there, why did you use dhenu? Why did you change it to dhenu? Dhenu, because it is the singular form, na? I have to write the singular form. of what but? Why are you saying dhenum and not keeping it as dhenuhu only? Dhenuhu is also singular form. Okay, dhenuhu is also the singular. Why did you make it dhenum? Strilingam. Strilingam, I think. Even dhenuhu is strilingam. Okay. Why did you make it dhenum? Iti prashna asti. I followed the rule. What rule did you follow? This one, Ravim, Raveen, that way. Why? What? Because they are the objects. Vithya, for object, you okay. have to use the Vithya Vibhakti. I understood yes. that is why I asked the question. I am Tadarsham Eva, I am Adrishtar. Yes, yes. Agrimam Karotu? ग्रामीणः उदधिः पश्यति ग्रामीण इस् द विलेज अद उत्तरं वदतु ओके फिल् इन् द ब्लाङ्क् I think it will be same like Dhenu. Udadim. Udadim. Gramina, the yes. villager, sees what? Sees the river. Udadhihi is the river. Dhanyavada Bhagini. Okay. You understood right now why we are using Vidya Vibhakti? It's the object. It's the object. Astu. Dhanyavada Bhagini. Tatra Asmakam Javar Mahode. Mute Padya Tishtatu Bhagini. Krishna. Next one, no? Krishnaha Venuhu Venum Vadayati Venum Vadayati That is Krishna plays the flute. Uttamam, Agrimam Adhyapakaha Vatuhu Bodayati अध्यापकः वटुं बोधयति टीचर् टीचर् द चिल्ड्रन् वटुं ओवर् द चैल्ड् एस्पेशलि वन् हू इस् दट् एट् इयर् ओल्ड् हू इस् डूइङ्ग् द फॉर हूम वी डू वटु इस् यूजुअली यूज्ड् फॉर दोस् हूम वी डू द दिस वन थ्रेड फॉर मी फॉर स्नेहितः छात्रा आह्वयति तत्र छात्रा नास्ति भ्रात्रा अस्ति भ्राता सारि भ्राता भ्राता ओके ओके दट् इस् माता पिता लैक् दट् सो भ्रातरं करेक्ट् भ्रातरं आह्वयति वट् इस् द अर्थं वदतु आह्वयति इस् इन्वैटिङ्ग् आम् अर्थं वदतु पूर्णस्य वाक्यस्य अर्थं वदतु या स्नेहितः दट् इस् friend invites the brother invite brother uttam prashnam padatu tatra avarane dattanam shabdanam dvitiya uttamam tatra tantanasya doshati shabdanam dvitiya bahuvach that one only no this last me to read that one द्वितीय बहुवचनानि वचनान्तेन रूपेण रिक्तस्थानानि पूरयत उदाहरणं दट् इस् छात्रः गुरून् एक्चुलि द प्रिण्ट् इस् मर्जिड् हियर् छात्रः गुरु नमति दट् इस् द स्टूडेण्ट् वर्षिप्स् गुरुस् उत्तमं धन्यवादः महोदय धन्यवादः कविता भगिनी करोतु अग्रिमम् आं भगिनि भक्ताः मुनीन् वनपालः कपीन् दूरीकरोति. अर्थं वदतु. वनपालः कपि वनपाल मुह्यताम् वनपालः फारेस्ट् फारेस्ट् केटिङ्ग् केटिङ्ग् कपि प्रणमन्ति. उत्तमम्. अर्थं वदतु. भक्ता सल्यूट्स् द मुनि द सेज्. उत्तमम् उत्तमं. धन्यवादः. विजयकुमार् महोदय अग्रिमं करोतु. छात्री शिशु पालयति. छात्री धात्री सॉरी धात्री धात्री धात्री सम्यक् शिशु पालयति. धात्री विल् कम् टु धात्री शिशून् पालयति. उत्तमम्. अर्थं वदतु. धात्री फोस्टर् मदर् धात्री इस् फोस्टर् मदर्. ओके. ही शिशु इस् द ऐ थिंक कौ आर् समथिंग. नो, शिशु इस् चैल्ड्. ओ सॉरी सो द फोस्टर् मदर् takes care of the children. Okay. Of the small children. Toddler. Okay. Toddler. Shishu is actually toddler. Okay. Agrimam karotu. Sedikaha shatru. Sainikaha. Marayanti. Sedikaha shatru marayanti. सैनिकाः शत्रून् मारयन्ति. उत्तमम्. अग्रिमं करोतु. गृहस्थः अतीतः सत् अतीतः नास्ति अतिथिः. गृहस्थः अतिथिः सत् करोति. अतिथीन् गृहस्थः अतिथि सत् करोति. अतिथि इस् ए गेस्ट्. हौस् होल्डर् इन्वैट् दि गेस्ट्. ओके. ओवर् देर् इन्वैट् नाट् आह्वयति. आह्वयति इस् इन्वैट्. ओवर् देर् सत् करोति इस् हि इस् हास्पिटबल्. रिफ्लेक्ट् हास्पिटल्. उत्तमं. धन्यवादः महोदय. धन्यवादः. नीता भगिनी अग्रिमं करोतु. येस् मेम्. चतुरः युक्ति स्त्रीलिङ्गम् उपदिशति. Yukti will become yukti hi. Uttamam. Uttamam. Purnam vakyam patram. What is meaning chatura? Chaturaha. I will tell you the meaning. Chaturaha is one who is clever, the clever boy. He tells. Yukti is all these one-liners and two-liners, no? Sentences which are full of meaning. Okay? Okay. So chaturaha yukti hi upadishati. So he tells these one-liners. Okay. छात्रः कालिदासस्य सम्यक् पठतु. छात्रः कालिदासस्य कालिदासस्य कृति स्त्रीलिङ्गं पठति इट् विल् बिकम् कृतिः कृतिः कृतिः उत्तमम् उत्तमम् अर्थम् अर्थं जानाति या ऐल् ट्राय् द स्टुडेण्ट् रीड्स् कालिदास् कालिदास् वित् अपोस्ट्रोफी वित् अपोस्ट्रोफी कालिदास् इस् वर्क् ओके वर्क् कृति ओवर् देर् इस् वर्क् धन्यवादः भगिनि उत्तमं जवान् महोदय प्रधान अध्यापकः हियर् इट् इस् पितुः पुंसकलिङ्ग नियन्त्रयति पितॄन् पितॄन् नियन्त्रयति निमन्त्रयति कार्यकर्ता कार्यकर्त्री कार्यकर्त्री कार्यकर्त्री मातु मेलयति मेलयति दट् इस् अ स्त्रीलिङ्गं मातु मीन्स् मातुः मातृः दट् इस् द सेक्रेटरी मीट्स् द मदर्स् और् कार्यकर्त्री इस् आल्सो द वर्कर् वर्कर् ओके अग्रिम ओके ओके कार्यदर्शी इस् द सेक्रेटरी कार्यदर्शी कार्यदर्शी इस् दर्शी शुड् बि या बट् इट् इस् वन् हू शोस् हौ टु डू द वर्क् लैक् देट् लैक् दूरदर्शी दूरदर्शी इस् वन् हू sees far, has a vision, like that only. It's okay, you can use Karya Katri. That is the beauty of the language also. There is flexibility. Even though the rules are rigid, but there is flexibility in the language. One more word I came across, that is Pramshupalak. Pramshupalak is principal, is it? Punar ek varam adatu? द्रष्टव्यं महोदय द्रष्टव्यम् अहं न स्मरामि अहं दृष्ट्वा फ्रम् द टेक्स्ट् ऐ कुड् मेक् यु नो दट् काण्टेक्स्ट् सजेस्टेड् इट् इस् ओन्ली प्रिन्सिपल् प्रिन्सिपल् आर् हेड् इन् सच् केसेस् प्लीस् रिफर् टु लर्न् सन्स्क्रिट् डाट् काम् अण्ड् सी Yeah. There will be multiple meanings generally. Yeah, true. It could also mean administrator. Administrator, yes. Yeah. Yachakah dhatu dhatu pashyati dhatrun pashyati. Artham vadatu? Dhatrun is that is dattavan. That is donor. The donor. Donor. So the beggar sees the बहुवचने अस्ति सो दातृ पितृ भ्रातृ आल् सेम् पितृ ऋकारान्तः पुंलिङ्ग अथवा स्त्रीलिङ्ग अस्तु धन्यवादाः अनेके अत्र स्थापयामः अग्रे कक्षायां किं कुर्मः इत्युक्ते भगवद्गीतायाः पठनं कुर्मः किञ्चित् गीतासोपानं भगवद्गीता न वदनीयं क्षम्यतां तत्र गीतासोपानस्य पठनं कुर्मः विशालाक्षी भगिनी शान्तिमन्त्रं वदतु भगिनि विशालाक्षी भगिनी स्वस्ति प्रजापति विशालाक्षी भगिनी अस्ति किं नास्ति वा स्वस्तिप्रदाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीं महिषाः गोभूचरेभ्यः शुभमस्तु नित्यम् लोकाः समस्ता सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः हरिः ॐ कृष्णार्पणमस्तु धन्यवादः भगिनी अनेके धन्यवादाः पुनर्मिलामः धन्यवादः धन्यवादः धन्यवादः हलो हलो आदित्य कः नूतनः छात्रः किम् आदित्यः यस् स्वागतं महोदय यस् थेङ्क् यू So this is, I am joining this class for the first time. I might have registered late. How many classes have been in session already? Mahode, have you completed the Abhyasa Pustakam? No, I don't, no. Then in that case, what we have done is we have already completed the basic course of Abhyasa Pustakam. And we have started the second step of Vibhakti Vallari and Gita Sopanam. So what is your background in Sanskritam? So actually, when I originally started learning, I started learning the Western way, but then I kind of stopped that. And now my papa got an email from your organization some time ago, so I tried to join that. So, do you know the basics of Saha, Sa, what is that there are dual, there is a concept of dual numbers in Sanskritam? Yes. Okay, then what I would recommend that if it is physically possible for you, then please listen to our recordings from the second step onwards. If you know the first step of Saha, Sa, okay and all that, no problem. Otherwise it will be difficult for you the class if you don't know those basics, but if you know those basics then you can listen to the recordings and you can catch up. Got it. Okay, where would I find those recordings? Yeah, if you are part of the group you will get the mail which will give you the details of where the recordings are. Also, if you give me your phone number, I'll add you to our WhatsApp group where I will be putting the link. Okay. Yeah, I'll do the phone number. So it is 425. Just a minute. Yeah, 425-985-985-9824. So it's an international number, this plus I have to put, right? 425-985-9824. All right, no problem. अस्तु तर्हि धन्यवादाः अनेके धन्यवादः धन्यवादः महोदय ऑल द बेस्ट जवाहर महोदय फॉर योर थैंक यू थैंक